अस्तु, अद्यतनविषयः भवति मनसः लक्षणम् इति. मनसः लक्षणवाक्यं लेखितुं कश्चन प्रयासः जातः गते सप्ताहे अपि. सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति वाक्यमस्ति सप्ततितमे पुटे विद्याधरीपुस्तके. तद् आधारीकृत्य सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम् इति वाक्यं भवति. तस्य वाक्यस्य साधनार्थं किं किं ज्ञानम् अपेक्षितम् इति अद्य प्रथमतया करपत्रात् किञ्चित् पठेम. करपत्रम् उद्घाटितमस्ति इति मन्ये. मध्ये केन केन आगतम्? एकनिमिषः, लक्ष्मी भगिनी, अनन्तरं वर्धिनी भगिनी. वर्धिनी भगिनी, अनन्तरं अन्य कोऽपि अस्ति खलु? अद्यतमहोदय, अस्तु अस्तु. प्रथमतया करपत्रात् पठेम. तर्हि करपत्रम् उद्घाटितं स्यात्. मनसः लक्षणम् इति विषयः अस्ति. वेङ्कटेशमहोदय आरब्धुम् इच्छति वा? पठामि. श्रूयते वा? श्रूयते महोदय. अस्तु, मनसः लक्षणम्. एकनिमिषम्. अन्य कोऽपि इदानीम्? अहं नीता अस्मि. नीता अस्मि, नमस्कारः. अस्तु अस्तु अस्तु, नीता भगिनी. अस्तु महोदय, आरभ्यताम्. मनसः आत्मनः च कः सम्बन्धः? संयोगसम्बन्धः. किमर्थं मनः आत्मा च द्रव्ये द्रव्ययोः संयोगसम्बन्धः भवति? तत्र द्वयोः मध्ये किं कस्मिन् कः आधारः कः आदेयः इति चेत् वृत्ति अनियामकसम्बन्धः केवलं संयोगः अस्ति तावदेव. जीवात्मा सुखी अथवा सौकर्यार्थम् आत्मा सुखी इति आकारे कारणं किम्? आत्मा सुखी इत्येकं ज्ञानं, तस्य च ज्ञानस्य कारणं किं? तत्र आत्मा कारणं वा मनः कारणं वा? अत्र प्रथमतया एतावता उच्यताम्. अस्तु, के के अंशाः सन्ति? अतः तत्र प्रथमतया मनसः आत्मनः च सम्बन्धः कः इति तत्र प्रथमवाक्यमस्ति. अतः तत्र वयं जानीमः तत्र संयोगसम्बन्धः किमर्थम् इत्युक्ते मनः अपि द्रव्यमस्ति आत्मा अपि द्रव्यमस्ति अतः द्रव्ययोः मध्ये संयोगसम्बन्धः भवति इति. परन्तु तत्र आदेयः कः आधारः कः इति वयं पृच्छामः चेत् तत्र आधार आदेयभावः सिद्धिः स्पष्टं न भवति इति. यतः तत्र अनियवृत्ति अनियामकसम्बन्धः अस्ति. एकः एव आधारः एकः आदेयः इति स्पष्टतया वक्तुं न शक्नुमः. अतः केवलं संयोगसम्बन्धः एव अस्ति. इदानीं वयं जीवात्मा सुखी इति आकारवाक्यं वयं पश्यामः चेत् तत्र तस्य सुखस्य कारणं किम् इति वयं प्रश्नं पृच्छामः चेत् आत्मा सुखी इति ज्ञानं वर्तते. तत्र ज्ञानस्य कारणं किम्? आत्मा वा कारणं मनः वा कारणम् इति इदानीं तत्र अग्रे उच्यते. कारणं ज्ञानस्य कारणं, ज्ञानं कुत्र उत्पद्यते, तर्हि ज्ञानस्य सुखस्य कारणं किम् इति तत्र अग्रे वयं वक्ष्यामः पश्यामः. अस्तु, अग्रे पठतु महोदय. अत्र प्रथमतया कारणं नाम किम् इति किञ्चित् पुनः स्मरामः. पूर्वमेव अस्माभिः दृष्टं यत् कस्यचित् फलस्य कार्यस्य किञ्चित् कारणं भवति चेत् त्रयः निकषाः सन्ति. प्रथमं कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत्. अतः एतत् सर्वं दृष्ट्वा जानीमः. इदानीं एवं करोतु, एतत् निकषाः पठिताः भवता. तर्हि घटः इत्यस्य उदाहरणं स्वीकृत्य घटस्य कारणं किं स्यात् इति किञ्चित् स्मरति वा? स्मरति चेत् वदति किम्? इदानीं वयं घटनिर्माणे तत्र घटाधिकरणे कपालः वर्तते. तत्र घटस्य तत्र अधिकरणं वस्तूनि तत्र वर्तन्ते. परन्तु तत्र मुख्यनिकषाः यद्यपि यत्किञ्चपि फलस्य कारणम् इदानीं घटनिर्माणम् इति. प्रथमतया घटस्य कार्याधिकरणं किम् इति स्मरति वा? घटस्य निर्माणं कुत्र अस्ति, कार्यादिकरणं नाम तत्र कपाले अस्ति घटस्य, अतः कपालः घटं प्रति तत्र कपालात् उत्पद्यते घटः इति, घटः कपालः कारणं, कपालः समवायिकारणम् अपि च कार्याधिकरणमपि, कार्याधिकरणमपि आमां सत्यम्। अस्तु, इदानीं घटः इति फलम् अथवा कार्यं, कपालः कार्याधिकरणं, दण्डचक्रादयः च कारणानि, तर्हि इदानीं निकषान् स्वीकृत्य चर्चयतु यदि दण्डचक्रादयः कारणानि सन्ति वा न वा इति। इदानीं तत्र अन्यकारणानि अपि, कपालः एव भवति चेत् तत्र घटोत्पत्तिः न भवति, तत्र अन्यकारणानि अपि आवश्यकानि सन्ति तत्र घटादिकारणे, तत्र चक्रमपि कारणं तत्र घटस्य उत्पत्तेः कारणं भवति केवलं कपालं विहाय, अनन्तरं परन्तु तत्र कपालः तु कार्याधिकरणम् अस्तु, इदानीं कार्याधिकरणे चक्रादयः भवन्ति वा इति प्रथमः निकषः, भवन्ति वा ते कार्याधिकरणे, ते तु तत्र साधनानि एव, तत्र ते कार्याधिकरणं न भवति किल। अस्तु, पुनस्मरणार्थं पुस्तकम् उद्घाटितं चेत् 30 पुटे किञ्चित् पश्यति वा विद्याधरी पश्यन् अस्मि। अस्तु अस्तु, तद् पठति किम्, एतु घटकारणीभूताः, एतु घटकारणीभूताः दण्डचक्रादयः, ते घटाधिकरणे कपाले वर्तन्ते, सर्वदा वर्तन्ते, एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति, दण्डः घटकारणं, चक्रं घटकारणम् इति व्यवहारः, अतः चक्रम् अपि घटकारणमेव, दण्डः अपि घटकारणमेव, तथा च किञ्चन कस्यचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे स्थातव्यं, तेन कार्याधिकरणे सर्वदा स्थातव्यं, तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम्, अतः अधिकरणं यस्यपि कार्यस्य अधिकरणं भवितव्यं चेत् निकषाः त्रयः तत्र भवितव्याः, प्रथमं तु कार्यस्य कारणं भवितव्यं चेत् तत्र कार्याधिकरणे स्थातव्यं प्रथमतया, अनन्तरं कार्याधिकरणे सर्वदा स्थातव्यं, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम्, एते त्रयः निकषाः अपि तत्र सिद्धाः भवन्ति चेदेव तत्र कार्यस्य कारणाधिकरणम् इति वक्तुं शक्नुमः, अतः इदानीं कार्यस्य कार्याधिकरणं न, कार्यस्य कारणं, कार्यस्य कारणम् इति वक्तुम् एते त्रयः निकषाः अपि, कार्याधिकरणम् इत्युक्ते कार्यस्य कारणम्, हा कार्याधिकरणं भिन्नं, कार्यस्य कारणं भिन्नं, कार्यस्य अधिकरणम् इति कपालः, कार्यस्य कारणं दण्डचक्रादयः। इदानीम् अस्माभिः चिन्तनीयं यत् कार्याधिकरणे नाम कपाले दण्डचक्रादयः भवन्ति वा, तस्य प्रश्नस्य उत्तरं किम्? आमां भवन्ति, भवन्ति, सर्वदा भवन्ति वा, सर्वदा भवन्ति, हा घटनिर्माणस्य पूर्वक्षणे भवन्ति वा, आमां भवन्ति, हा अस्तु धन्यवादः। इति त्रयः निकषाः कार्यस्य कार्यं प्रति कारणम् इति वक्तुम् एते त्रयः निकषाः भवेयुः इति नियमाः सन्ति। इदानीं तद् आधारीकृत्य कारणम् इति वक्तुम् एते त्रयः निकषाः भवेयुः इति आधारीकृत्य आत्मा सुखी इति ज्ञानं प्रति किं किं कारणं भवति इति पश्येम अग्रे गत्वा, अग्रे करपत्रम् एतदर्थमेव अस्ति। अस्तु, सरला भगिनी पठति वा? आं भगिनि, अतः एतत् सर्वं दृष्ट्वा जानीमः यत् अहं सुखी इति ज्ञानम् अत्र कार्यम्, इदं ज्ञानं कुत्र उत्पद्यते? आत्मनि, ज्ञानाधिकरणम् आत्मा इति लक्षणवाक्यम् अस्ति किल, अतः कार्याधिकरणम् आत्मा, आत्मा एव कार्याधिकरणम्। किन्तु आत्मा कार्याधिकरणे अस्ति वा? आत्मा स्वस्मिन् भवति वा? पूर्वम् अस्माभिः दृष्टं यत् आत्मा तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, सर्वदा अस्ति, पूर्वक्षणे अपि अस्ति। आत्मा नास्ति चेत् ज्ञानं न उत्पद्यते इति कृत्वा आत्मा अहं सुखी इति ज्ञानस्य कारणं। मनः अपि तथा। मनः संयोगसम्बन्धेन आत्मनि, अथवा आत्मा मनसि यतो हि वृत्ति अन्यात्मकसम्बन्ध, अतः आहत्य ज्ञानरूपिकार्यं प्रति आत्मा अपि कारणं, मनः अपि कारणम्। अस्तु, वदतु भगिनि। इदानीं मुख्य यथा महोदयेन पठितं त्रयः निकषाः सन्ति, अस्तु, तान् आधारीकृत्य वक्तव्यं भवति। आत्मा कारणमस्ति वा, मनः कारणमस्ति वा ज्ञानं प्रति? अहं सुखी इति ज्ञानम् इति आकारः अस्ति, यः आकारः कार्यमस्ति, तस्य कारणं किम् अस्ति, तस्य विवरणम् अस्ति। अहं सुखी ज्ञानं कुत्र उत्पद्यते, तस्य उत्पत्ति आत्मनि भवति। ज्ञानादिकारणम् आत्मा इति लक्षणवाक्यमस्ति, वयं जानीमः ज्ञानस्य कारणम् आत्मा अस्ति। सो अहं सुखी, एकनिमिषः, तत्र ज्ञान अधिकरणम् आत्मा, एतेन वाक्येन ज्ञानस्य अधिकरणं जायते, जानीमः, तस्य आधार, ज्ञानस्य आधार आत्मा। तत् कारणं आत्मनि ज्ञानम् उत्पत्ते, ज्ञानस्य आधार आत्मा अस्ति इति। यदि आत्मा ज्ञानस्य कारणम् अस्ति, तस्य कार्यम् अस्ति अहं सुखी, एतत् फलम् अस्ति। किन्तु आत्मा कार्याधिकरणे अस्ति वा, एतत् चर्चा वयं कुर्मः। आत्मा स्वस्मिन् भवति वा पूर्वम्? इदानीम् एकनिमिषः, एकः एव प्रश्नः, कार्याधिकरणं किम् अत्र? कार्याधिकरणं कार्यमस्ति अहं सुखी, जीवात्मा इति ज्ञानम्, इति ज्ञानम् इति कार्यमस्ति अहं सुखी इति ज्ञानं, कार्याधिकरणं, कार्याधिकरणम् आत्मा, आत्मा। अस्तु, इदानीम् एतत् स्पष्टमस्ति चेत्, एतौ द्वौ विषयौ स्पष्टौ चेत्, तत्र कार्याधिकरणं किम्? आत्मा, अहं सुखी इति कार्यम्। इदानीं चर्चयामः आत्मकारणम् अस्ति वा न वा। आत्मा तु कार्याधिकरणम् अस्ति, तत् सम्यक्तया वयं जानीमः। इदानीं कारणम् अस्ति वा न वा इति चर्चा भवतु। सो आत्मा तादात्मसम्बन्धेन स्वस्मिन् अस्ति, एतत् वयं जानीमः, सर्वदा अपि अस्ति स्वस्मिन् सम्बन्धे। सो तादात्म्यसम्बन्धे सर्वदा अस्ति, पूर्वक्षणे अपि। सो एतत् त्रयो निकषा वयं पूर्वं पठितवन्तः। एते त्रय त्रीणि कारणानि अपि अस्ति। आत्मा ज्ञानस्य प्रति कारणम् अस्ति, तत् सर्वदा अस्ति, पूर्वक्षणे अपि अस्ति। आत्मा नास्ति चेत् ज्ञानं न उत्पद्यते इति कृत्वा आत्मा अहं सुखी इति ज्ञानस्य कारणं। सो त्रयो कारणः अहं सुखी इति प्रति साध्यते। अस्तु, आत्मनः विषये इदानीं त्रयः निकषाः सिद्धाः, अनन्तरं मनसः विषये किं वक्तुं शक्नुमः? मनः अपि तथा अस्ति वा न वा, तस्य चर्चा अत्र भवति। मनसंयोगसम्बन्धेन आत्मनि अस्ति, द्रव्यद्रवयो मध्ये संयोगसम्बन्धः अस्ति, मनः अपि द्रव्य, आत्मा अपि द्रव्य अस्ति, तयोः मध्ये संयोगसम्बन्धः अस्ति। अथवा आत्मा मनसि यतोहि वृत्ति अन्यामकसम्बन्धः अतः अत्र ज्ञानरूपकार्यं प्रति आत्मा अपि कारणं मनः अपि कारणं यदि अत्र अत्र मनसः विषये संयोगसम्बन्धः तत् सर्वं सम्यक् एव परन्तु मनसा एते त्रयः निकषाः पालिताः वा इति मनः सर्वदा कार्याधिकरणे भवति वा कार्योत्पत्तेः पूर्वक्षणं भवति वा इति वदतु किञ्चित् मनसयोगसम्बन्धेन आत्मनि अस्ति सो मनः अपि कार्याधिकरणे मनपि कार्याधिकारणम् अस्ति एकनिमेषः कार्याधिकरणम् आत्मा अस्ति कार्याधिकरणम् इत्युक्ते कार्यं यस्मिन् वर्तते यद्द्रव्ये संयोगसम्बन्धः अस्ति तस्मिन् विद्यमानगुणः कार्यं असमवायिकारणम् अस्ति एकनिमेषः भगिनि भगिनि तत्र अग्रे मा गच्छतु इदानीं मनः मनः कारणम् अस्ति न वा इति प्रश्नः अस्ति खलु मनः कारणम् अस्ति न वा इति निर्धारयितुम् अस्माभिः एते त्रयः अंशाः परिशीलनीयाः भवन्ति मनः कार्याधिकरणे अस्ति वा मनः कार्याधिकरणे सर्वदा अस्ति वा मनः कार्योत्पत्तेः पूर्वक्षणे अपि कार्याधिकरणे अस्ति वा इति एते त्रयः निकषाः परिशीलनीयाः इदानीं कार्याधिकरणम् इति आत्मा अस्ति चिन्तयतु मनः आत्मनि अस्ति वा मनः आत्मनि अस्ति मनः सर्वदा आत्मनि भवति वा सर्वदा आत्मनि आम् अपि न आम् हा हा तर्हि वृत्तिनियामकत्वम् अस्ति इति तत्र किञ्चित् अस्ति तथा परन्तु मनः आत्मनि अस्ति आत्मा मनसि अस्ति सर्वदा इति तु अस्ति त्रयः निकषः किं कार्योत्पत्तेः पूर्वक्षणं नाम ज्ञानस्य उत्पत्तेः पूर्वक्षणम् आत्मा मनसि भवति वा क्षम्यतां मनः आत्मनि भवति तर्हि मनसापि एते त्रयः निकषाः सन्ति अथवा त्रयः नियमाः परिपालिताः चेत् मनः अपि ज्ञानं प्रति कारणं भवति आत्मापि कारणं मनः अपि कारणं ज्ञानं प्रति यतोहि त्रयः निकषाः ये सन्ति एते त्रयः निकषाः अपि सिद्धाः भवन्ति आत्मनः मनसः विषये इति स्पष्टमस्ति सर्वेषां कृते अत्र स्पष्टता अस्ति वा अथवा कोऽपि प्रश्नः वृत्ति अनियामकसम्बन्धः इत्युक्ते किम् अस्ति भगिनि क्षम्यताम् वृत्ति अनियामकसम्बन्धः इत्युक्ते आधारः कः आधेयः कः इति निर्णीतः नास्ति इदानीम् आकाशः घटः इति चिन्तयतु अस्तु अत्र आकाशे घटः अस्ति वा अथवा घटे आकाशः अस्ति वा इति निर्धारः नास्ति खलु तर्हि निश्चितरूपेण न वक्तुं शक्नुमः अधिकरणम् एतदस्ति आधेयः एषः इति न वक्तुं शक्नुमः तथैव मनः अपि च आत्मा आत्मनि मनः अस्ति मनसि आत्मा अस्ति इति तादृशः सम्बन्धः अस्ति तयोः मध्ये वृत्ति अनियामकसम्बन्धः परन्तु परन्तु तादृशसम्बन्धः अस्ति चेदपि एते त्रयः निकषाः अपि सिद्धाः भवन्ति मनसः विषये इति कृत्वा मनः कारणम् आत्मापि कारणं ज्ञानं प्रति इति अस्ति अस्तु तर्हि अग्रे सरम अखिला भगिनी पठति वा अग्रे आं भगिनि कारणं त्रिप्रकारकं समवायिकारणम् असमवायिकारणं निमित्तकारणं च समवायिकारणस्य द्वयनिकषौ यत् कार्यं प्रति कारणं भवति अपि च तस्य कार्यस्य अधिकरणं भवति समवायसम्बन्धेन तत् समवायिकारणम् इति उच्यते अतः अहं सुखी इति ज्ञानं प्रति आत्मा समवायिकारणं भवति तत्र कारणं त्रिप्रकारकं भवति समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति तत्र प्रथमं समवायिकारणम् इत्युक्ते किम् इति पश्यामः. तत्र समवायिकारणस्य प्रति तत्र निकषद्वयम् अस्ति. प्रथमं कार्यं प्रति तत् कारणं भवति वा न वा इति यदा पूर्वं वयं चर्चितवन्तः तदनुसृत्य तत्र त्रयः निकषाः अस्ति चेत् तत् कारणं भवति, तथा कारणं भवति वा इति प्रथमनिकषः तदस्ति. यदि कारणं भवति चेत् द्वितीयः निकषः अस्ति, तत्र कार्यस्य अधिकरणं समवायिसम्बन्धेन भवति वा न वा इति. यदा कार्यस्य अधिकरणं समवायिसम्बन्धेन भवति तर्हि तत्र समवायिकारणम् इति तत् कारणं भवति. इत्युक्ते तत्र यथा अहं सुखी इति वदामः तद् ज्ञानम् आत्मा तत्र समवायिसम्बन्धः भवति. तथा समवायिसम्बन्धः अस्ति चेत् तत्तु समवायि कारणम् इति भवति. समीचीनमस्ति. अहं सुखी इति ज्ञानम्, अपि च ज्ञानं केन सम्बन्धेन भवति आत्मनि? समवायसम्बन्धेन. समवायसम्बन्धेन इति उक्तं भगिन्या, तदर्थमेव ज्ञानं प्रति आत्मा समवायीकारणम् इति अस्ति. इति त्रिविधम् अस्ति खलु कारणं, त्रिप्रकारकं. तत्र प्रथमप्रकारकम् अस्ति समवायीकारणं, तस्य निकषद्वयम् आसीत्. अस्तु, अग्रे पठतु भगिनि. असमवायिकारणं नाम किं? समवायिकारणं सदा यत्किमपि द्रव्यं भवति एव. घटस्य समवायिकारणं कपालः, पटस्य समवायिकारणं तन्तुः. असमवायिकारणस्य द्वयनिकषः, यत् समवायिकारणं द्रव्यं तस्मिन् विद्यमानः कश्चन गुणः अथवा क्रिया असमवायिकारणं भवति. सः गुणः क्रिया वा कार्यं प्रति कारणीभूता स्यात्. अत्र पटस्य उदाहरणं पश्यामः. पटस्य समवायिकारणं तन्तु. तन्तु विद्यमानः कश्चन गुणः अपेक्षितः यः पटं प्रति कारणम् अस्ति. स च गुणः तन्तुसंयोगः भवति. तन्तूनां परस्परसंयोगः पटं प्रति कारणमेव, यतोहि ते दन्तवः परस्परं संयुज्यन्ते इत्येव किल तत्र पटः जायते. अतः तन्तुसंयोगः असमवायिकारणम् तु. द्वितीयकारणं भवति असमवायिकारणम् इति. तत्र यत् प्रथमं वयं चर्चितवन्तः समवायिकारणम् इति, तत्तु केवलं द्रव्ययोः एव भवति. तत्र यदा किमपि द्रव्यं कारणं भवति तदेव तत्र समवायि कारणमपि भवितुम् अर्हति. यत् तस्मिन् द्रव्ये विद्यमानः किमपि गुणः अथवा क्रिया यदा तदपि कारणी तत्र कार्यं प्रति कारणीभूताः सन्ति ते तु असमवायिकारणम् इति वदन्ति. तत्र इत्युक्ते तत्र निकषः द्वयम् अस्ति अत्रापि. प्रथमं तु तत् यत् समवायिकारणं द्रव्यमस्ति तस्मिन् विद्यमानः गुणः वा क्रिया वा भवितव्यं. द्वितीयमस्ति तादृश गुणः वा क्रिया वा तत्र कार्यं प्रति कारणमपि भवितव्यम् अस्ति. यथा तत्र पटनिर्माण उदाहरणं पश्यामः चेत् तत्र पटः तु तन्तुना भवति. यदा तन्तुषु यत् संयोगः इति गुणः अस्ति तादृशगुण्योगः तत्र पटनिर्माणं प्रति अपेक्षितः अस्ति तु तर्हि तत् संयोगः तन्तुसंयोगः इति यद्गुणः तन्तुषु अस्ति तद्गुणः तु सः गुणः असमवायिकारणं भवति. इति स्पष्टं स्यात् सर्वेभ्यः? भगिन्या सम्यक्तया प्रतिपादितम् अस्ति. तर्हि यः कोऽपि समवायिकारणम् अस्ति तस्मिन् समवायिकारणे विद्यमानः कश्चन गुणः यः भवति कार्यं प्रति कारणं तादृशः अस्ति असमवायिकारणम् इति. अत्र कोऽपि प्रश्नः वा? असमवायि कारणम् इत्युक्ते किमपि भवतु खलु, संयोगसम्बन्धं वा किमपि सम्बन्धं भवतु, आमां किमपि स्यात्, तद् किमपि स्यात्, अत्र किम् उक्तम्, अत्रापि तथा एव उक्तं खलु, तन्तुसंयोगः भवति इति, तन्तूनां मध्ये यः संयोगः भवति सः संयोगः कुत्र वर्तते, तन्तुषु, तन्तुषु एव वर्तते. अपि च समवायिकारणं किम् अस्ति पटनिर्माणार्थं, तन्तवः एव. तर्हि समवायिकारणे कश्चन गुणः वर्तते, संयोगः, तन्तुसंयोगः इति. तादृशः गुणः अस्ति असमवायिकारणं पटनिर्माणं प्रति. अस्तु भगिनि, इति स्पष्टं स्यात्. आम् अस्तु, धन्यवादः. अग्रे चिन्ता नास्ति. राजेन्द्रमहोदय अग्रे पठति वा? आम् भगिनि. क्रियायाः उदाहरणं पश्यामः. काचन उत्पीठिका अस्ति, अहम् उत्पीठिकां स्पर्शामि. हस्त उत्पीठिकयोः स्पर्शसमये संयोगः जायते, तर्हि अत्र संयोगः कार्यम्. अयं संयोगः कश्चन गुणः, चतुर्विंशतौ गुणेषु संयोगः अन्यतमः. तस्य संयोगस्य समवायिकारणं किम् इत्युक्ते उत्पीठिका हस्तः च. यत् कार्यस्य अधिकरणं भवति समवायसम्बन्धेन, तत् समवायिकारणम्. समवायिकारणम् उत्पीठिका हस्तः च, एतद्वयम्. अत्र असमवायिकारणं किम् इत्युक्ते हस्ते विद्यमाना क्रिया. यतोहि हस्ते काचित् क्रिया जाता, तस्मात् हस्तस्य उत्पीठिकायाः संयोगः जातः. अतः इदानीं हस्त उत्पीठिकयोः संयोगं प्रति हस्ते विद्यमानक्रिया असमवायिकारणं भवति. द्वितीयम् उदाहरणम् अत्र अस्ति, यथा पूर्वं पाठतन्तु विषयः आसीत्. काचन उत्पीठिका अस्ति, तत्र पीठिकाम् उत्पीठिकां स्पर्शामि. तत् किम् अस्ति, हस्त उत्पीठिकयोः स्पर्शसमये संयोगसम्बन्धः जायते, तत्र संयोगकार्यं भवति. किम् अस्ति, इदानीं संयोगः अपि एकं गुणः अस्ति, गुणेषु चतुर्विंशतिगुणेषु एकं गुणः अस्ति. तस्य संयोगस्य समवायिकारणं किम् इत्युक्ते उत्पीठिका हस्तः च. द्वौ संयोगकारणं समवायिकारणं भवतः. यत् कार्यस्य अधिकरणं भवति समवायसम्बन्धे, तत् समवायिकारणं. परन्तु हस्ते विद्यमानः किमपि क्रिया अस्ति, यथा हस्तः स्पर्शं करोति उत्पीठिकां, तत् किमपि क्रिया अस्ति, तत् काचित् क्रिया यत् अस्ति, तत् उत्पीठिकायाः संयोगः जातः. सा च क्रिया या हस्ते अस्ति, तत् असमवायिकारणं भवति. सम्यक् अस्ति. तर्हि एतत् सुलभमेव स्यात्. अत्र इतोपि नूतन उदाहरणं स्वीकृतं, तावदेव अस्ति. पूर्वम् आसीत् पटतन्तुः तयोः मध्ये समवायसम्बन्धः आसीत्. अधुना अत्र कार्यं किमस्ति महोदय, एकवारं स्मरयतु. उत्पीठिका हस्तेन उत्पीठिकां स्पर्शं जातः. सत्यं, परन्तु वस्तुतया कार्यं किम् अस्ति, संयोगः इति कार्यम्. हस्त उत्पीठिकयोः मध्ये यः संयोगः जातः सः कार्यम् अस्ति. अस्तु, इदानीं संयोगः इति कार्यम्, एतत् कार्यं प्रति समवायिकारणं किम्? हस्त उत्पीठिका स्पर्शं, एकनिमिष, हस्त वा उत्पीठिकः स्पर्शं न भवितुम् अर्हति. स्पर्शः अपि गुणः, संयोगः अपि गुणः खलु. समवायसम्बन्धः कुत्र कुत्र भवति? द्रव्यगुणयोः मध्ये समवायसम्बन्धः भवति खलु. स्पर्शसमये यः संयोगः जायते, सत्यं, स्पर्शेन तादृशः संयोगः संयोगः जायते तदा स्पर्शः अपि जायते इति तु सत्यं, परन्तु संयोगः इति कश्चन गुणः अस्ति, चतुर्विंशतिगुणेषु अन्यतमः एषः गुणः। तत्र वयं दृष्टवन्तः खलु गन्धस्पर्श सङ्ख्या इत्यादिकं, तस्मिन् तस्यां श्रेण्यां संयोगः इति अपि एकः गुणः वर्तते। एषः गुणः अधुना कुत्र अस्ति हस्त उत्पीठिकास्पर्शसमये? सत्यमेव, उभौ अपि उभयत्र अस्ति, हस्ते अपि अस्ति उत्पीठिकायामपि अस्ति एषः संयोगः नामकः गुणः उभयत्र अस्ति। तर्हि गुणः द्रव्ये केन सम्बन्धेन वर्तते? समवायसम्बन्धेन वर्तते। अतः संयोगः इति कार्यमस्ति, अस्तु, तद् प्रति समवायिकारणं किम्? उत्पीठिका हस्तः च, यतोहि संयोगः इति गुणः हस्त उत्पीठिकयोः समवायसम्बन्धेन वर्तते इति हस्त उत्पीठिकाः समवायीकारणं स्तः। अनन्तरम् एतादृशः हस्त उत्पीठिकयोः संयोगः कदा जायते? यथा हस्तेन किमपि क्रिया जायते, हस्तेन काचित् क्रिया जायते चेत् तदा एतादृशः संयोगः जायते। तर्हि हस्ते विद्यमाना क्रिया संयोगं प्रति कारणं भवति वा? आं भगिनि, कारणं भवति, कारणं भवति। अपि च एषा क्रिया हस्ते अस्ति वा? आम् आम् इति निकषद्वयम् अस्ति। प्रथमतया क्रिया हस्ते अस्ति नाम क्रिया समवायीकारणे अस्ति, अपि च एषा क्रिया कार्यं प्रति कारणम् अस्ति इति कृत्वा हस्त उत्पीठिकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया असमवायिकारणम् इति अस्ति अत्र। स्पष्टमस्ति वा? अस्तु, अग्रे सरेम खलु। जयन्ती भगिनी अग्रे पठति किम्? आं भगिनि, हा, समवायिकारणम् असमवायिकारणं च विहाय अन्यानि यानि यानि कारणानि तानि सर्वाणि निमित्तकारणानि एव। अत्र मनः निमित्तकारणं भवति। निमित्तकारणं किमर्थम्? प्रथमतया मनः कारणमस्ति इति तु सत्यमेव। मयि सुखं जायते इति ज्ञाने प्रक्रिया एवं भवति। आदौ आत्मा मनसा संयुज्यते, अनन्तरं मनः इन्द्रियैः सह संयुज्यते, अन्ते इन्द्रियाणि पदार्थैः सह संयुज्यन्ते। उदाहरणार्थम् अहम् एकं चित्रं पश्यामि, तस्मात् च सुखं जायते इति चिन्तयन्तु। आदौ आत्मा मनसा सह संयुज्यते, तदा मनः चक्षुरिन्द्रियेण सह संयुज्यते, अन्ते इन्द्रियं चित्रेण सह संयुज्यते, तदानीं सुखं जायते आत्मनि। अतः तत्र आत्मनि यत् सुखं जायते तत् प्रति मनः अपि कारणं भवति, इन्द्रियम् अपि कारणं भवति, तच्चित्रमपि कारणं भवति। इमानि सर्वाणि अपि निमित्तकारणानि भवन्ति। अस्तु, उच्यतां भगिनि। आत्मनः विषये वयं दृष्टवन्तः समवायिकारणं किम् इति। तत्र समवायिकारणं तु आत्मा इति वयं जानीमः। असमवायिकारणं तस्मिन् विषये मन आत्मनयोः मध्ये यः संयोगसम्बन्धः अस्ति तदस्ति असमवायिकारणम्। अत्र अन्यकारणानि अपि सन्ति इति उच्यते। कानि कारणानि अत्र मनः? अस्तु, इदानीम् एषा चर्चा भवतु। अत्र अहं सुखी इति कार्यम् अथवा ज्ञानम् अस्ति, अस्तु, तस्य समवायिकारणं किम् असमवायिकारणं किम् इति किञ्चित् वदति वा, चिन्तयित्वा? अहं सुखी इति कार्यं ज्ञानम् इति कार्यम् अस्ति. अहं सुखी इति ज्ञानम् आत्मनि उत्पद्यते. आत्मा आधारः अस्ति, अतः समवायिकारणं भवति आत्मा. केवलम् आधारः अस्ति इति न, ज्ञान आत्मनोः मध्ये कीदृशः सम्बन्धः? समवायगुण द्रव्योमध्ये समवायसम्बन्धः अस्ति. हा हा, तर्हि आत्मा द्रव्यं, ज्ञानम् इति गुणः, तयोः मध्ये समवायसम्बन्धः. समवायसम्बन्धः आम् इति कृत्वा आत्मा ज्ञानं प्रति समवायिकारणम्. अधुना असमवायिकारणं किम् इति चिन्तयामः. असमवायिकारणं किं स्यात् अत्र? अत्र एवं चिन्तयतु, अत्र असमवायिकारणम् इति वक्तुं द्वौ निकषौ भवेताम् खलु. प्रथमं तु यत् समवायिकारणम् अस्ति तत् तस्मिन् द्रव्ये विद्यमानः गुणः एव असमवायिकारणं, तत्तु प्रथमनिकषः. अपि च तादृशः गुणः द्वितीयकारणं भवेत्. अस्तु, इति असमवायिकारणस्य निकषद्वयम्. अधुना वयं चिन्तयामः आत्ममनसोः मध्ये कीदृशः सम्बन्धः? संयोगसम्बन्धः. पठितवन्तः संयोगसम्बन्धः, आत्ममनसोः मध्ये संयोगसम्बन्धः. स च संयोगसम्बन्धः कुत्र वर्तते? मनसि वर्तते, आत्मनि अपि वर्तते. हा उत्तमं, मनसि अपि वर्तते, आत्मनि अपि वर्तते, संयोगसम्बन्धः. तर्हि इदानीं प्रश्नः भवति, तादृशः संयोगसम्बन्धः समवायिकारणे अस्ति वा इति. संयोगसम्बन्धः आत्मनि वर्तते, आत्मा तु समवायिकारणम्. अतः यः गुणः आत्मनि वर्तते तत्तु असमवायिकारणं भवति. आत्ममनसोः मध्ये यः संयोगसम्बन्धः अस्ति सः आत्मनि नाम समवायिकारणे वर्तते, प्रथमनिकषः. द्वितीयं किम् अस्ति, तादृशसंयोगेन कार्यं जायते वा न वा इति किं वदति भवती? पुनः वदतु भगिनि. प्रथमः निकषः अस्ति कश्चन गुणः समवायिकारणे भवतु इति, तत्तु सत्यमेव. आत्ममनसंयोगः आत्मनि अपि मनसि अपि अस्ति इति कृत्वा निश्चयेन समवायिकारणे अस्ति इति प्रथमः निकषः. द्वितीयः निकषः किमस्ति, संयोगेन तादृश आत्ममनसोः मध्ये विद्यमानः संयोगेन कार्यं जायते वा इति. अस्माकं कार्यं किम् अत्र? अहं सुखी इति कार्यं. कार्यं मनसा एव तत् ज्ञानं जायते. अतः अत्र वदतु भगिनि, क्षम्यताम्. मनसा एव तत् ज्ञानं जायते, अहं सुखी इति ज्ञानं जायते. अतः मनः तु तत् ज्ञानस्य प्रति कारणं भवति. इदानीं प्रश्नः अस्ति, मनसा ज्ञानं जायते किन्तु कदा जायते? मनसा सह आत्मा न संयुज्यते चेत् तादृशज्ञानं भवति वा इति. न भवति, न भवति. किमुक्तवान्? न इति उक्तवान् खलु. तत्र तर्हि कार्यं प्रति आत्ममनः मनसोः संयोगः अपि आवश्यकम् इति कृत्वा द्वितीयः निकषः सिद्धः अत्र. प्रथमः निकषः अस्ति संयोगः समवायिकारणे भवतु इति, तत्तु अस्ति, आत्मनि अस्ति. द्वितीयम् अस्ति आत्ममनसोः संयोगेन विना कार्यं न जायते इति. तर्हि आत्ममनसोः मध्ये विद्यमानः संयोगः अपि कारणं ज्ञानं प्रति, खलु? इति कृत्वा सः संयोगः समवायिकारणमस्ति न वा? असमवायिकारणमेव. अस्तु, तर्हि एतद् अवगन्तव्यमस्ति, समवायिकारणं ज्ञानं प्रति आत्मा, असमवायिकारणम् आत्ममनसंयोगः इति. अस्तु, अग्रे गत्वा अन्यानि कारणानि कीदृशानि भवन्ति इति अस्ति, किञ्चित् वदति वा? अत्र उदाहरणं दीयते, यदि वयं चित्रं पश्यामः तस्मिन् समये सुखम् इति अहं सुखी इति ज्ञानम् उत्पद्यते मनसि. कथम् उत्पद्यते? प्रथमतया आत्मा मनयोः यः सम्बन्धः अस्ति, संयोगसम्बन्धः, तस्मात् आत्मनि ज्ञानम् उत्पद्यते, अहं सुखी इति ज्ञानम्. तदनन्तरं चक्षुः एव पश्यति, चक्षुरिन्द्रियेण वयं द्रष्टुं शक्नुमः चित्रम्. अतः मनः चक्षुरिन्द्रियेण यः सम्बन्धः भवति वा, यत् मनः चक्षुरिन्द्रियेण संयुज्यते, तदनन्तरं चक्षुरिन्द्रियं चित्रेण सह संयुज्यते. त्रयः अपि भवन्ति. प्रथमतया आत्मा मनसा सह संयुज्यते, तस्मात् ज्ञानम् उत्पद्यते, अहं सुखी इति ज्ञानम् उत्पद्यते संयोगसम्बन्धेन. न, तावदेव नास्ति. आत्मा मनसा सह संयुज्यते इति एकं, तदा ज्ञानम् उत्पद्यते. अनन्तरं मनः इन्द्रियैः सह संयुज्यते, पुनः इन्द्रियाणि पदार्थैः सह संयुज्यते इति सर्वं जातं भवति चेत् ज्ञानम् उत्पद्यते. किन्तु एतस्य ज्ञानस्य कृते समवायिकारणं किम्, असमवायिकारणं किं वयं जानीमः. अन्यानि कारणानि कीदृशानि? अन्यानि कारणानि अपि अत्र सन्ति. चित्रम् अपि कारणम् अस्ति. तस्य नाम किं? तस्य नाम किं? निमित्तकारणम् इति अस्ति. अन्यानि कारणानि यानि कारणानि समवायि वा असमवायि न, तानि कारणानि निमित्तकारणानि इति. अस्मिन् उदाहरणे चित्रं निमित्तकारणं, चक्षुरिन्द्रियं निमित्तकारणं, ते तौ अपि कारणौ सन्ति ज्ञानं प्रति, परन्तु समवायि वा असमवायि कारणं न भवतः, अतः निमित्तकारणानि इति उच्यन्ते. सम्यक् अस्ति भगिनि, तथैव अस्ति. चित्रं भवतु अथवा शरीरं, शरीरे एव इन्द्रियम् अस्ति खलु, शरीरमपि निमित्तकारणं, पुनः मनः अपि निमित्तकारणम्. अस्तु, असमवायिकारणं तु आत्ममनसंयोगः, परन्तु स्वयं मनः केवलं निमित्तकारणम् अस्ति, असमवायिकारणं नास्ति, समवायिकारणं नास्ति. तर्हि समवायि असमवायिकारणं च विहाय अन्यानि सर्वाणि कारणानि निमित्तकारणानि भवन्ति इति. कारणं त्रिप्रकारकम् अस्ति. अत्र कोऽपि प्रश्नः वा? अस्तु, नो चेत् अग्रे सरेम. लक्ष्मी भगिनी अग्रे पठति किम्? समवायिकारणं समवायिकारणम् असमवायिकारणं च विहाय अन्यानि यानि यानि कारणानि तानि सर्वाणि निमित्तकारणानि एव. तस्मात् मनः अपि निमित्तकारणं, शरीरमपि निमित्तकारणम्, इन्द्रियम् अपि निमित्तकारणं, तच्चित्रमपि निमित्तकारणम्. अपि च समवायिकारणम् आत्मा, असमवायिकारणम् आत्ममनसंयोगः, आत्ममनसंयोगः. इदानीमेव चर्चितवन्तः. पुनः निमित्तकारणानि कानि इति एकवारं पठतु. के सन्ति तत्र? निमित्तकारणानि चित्रम् अस्ति, चित्रम् इन्द्रियाणि, शरीरमपि भवितुम् अर्हति, अनन्तरं मनः अपि तत्र निमित्तकारणं. समवायिकारणम् असमवायिकारणं विहाय यानि कारणानि सन्ति ते सर्वे तानि सर्वाणि निमित्तकारणानि अस्मिन् उदाहरणे ते भवन्ति मनः, इन्द्रियाणि, चित्रं चित्रं, शरीरम् इत्यादि. अस्तु, अनन्तरं समवायिकारणं किम्? समवायिकारणम् आत्म समवायिकारणमस्ति आत्म यदा ज्ञानम् उत्पद्यते तथा आत्मनि ज्ञानम् उत्पद्यते तत् समवायिकारणम्. असमवायिकारणमस्ति मनस् आत्ममनस संयोगः असमवायिकारणमस्ति. सम्यक्, अस्तु, अग्रे पठतु भगिनि. एतत् सर्वं दृष्ट्वा मनसः लक्षणवाक्य कथनावसरे दलद्वयम् अपेक्षितम्. एतावत्पर्यन्तं यत् उक्तं तेन प्रमाणितं यत् दलद्वयं नास्ति चेत् अतिव्याप्तिः. अस्मिन् प्रसङ्गे अग्रे अपि शास्त्रीयरीत्या उच्यते. अस्तु भगिनि. सुखाद्य उपलब्धिसाधनत्वम् इन्द्रियत्वं च. सुखाद्य उपलब्धिसाधनत्वे इति इन्द्रियत्वं मनसः लक्षणम्. अत्र इन्द्रियवात्वं वक्तव्यं वा इन्द्रियत्वं वक्तव्यं वा? यथा रूपरहितत्वे सति स्पर्शतत्वं वायोः लक्षणं तथा इन्द्रियवत्त्वम् इति वक्तव्यं किल. किन्तु स्मर्तव्यं यत् वायोः प्रसङ्गे स्पर्शः कश्चन गुणः अस्ति. वायुः द्रव्यं च, अतः वायुः स्पर्शवान् भवति, तस्मात् वायौ स्पर्शत्वं. किन्तु मनसः प्रसङ्गे स्पर्शवत्त्वं. किन्तु मनसः प्रसङ्गे इन्द्रियं गुणः वा? नास्ति किल, मनः एव इन्द्रियं. यथा स्पर्शः वायौ अस्ति तथा इन्द्रियं मनसि अस्ति इति नास्ति. मनः एव इन्द्रियम्, अतः इन्द्रियत्वम् इति तावत् एव. इन्द्रियवत्त्वम् इति अत्र न अपेक्षितम्. सुखाद्य उपलब्धिसाधनत्वम् अपि मनसि अस्ति, इन्द्रियत्वमपि मनसि अस्ति. अतः सुखाद्य उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्. अस्तु, मनसः लक्षणं यदि वक्तुम् इच्छन्ति चेत् दलद्वयम् आवश्यकं. ते सुखादि उपलब्धि साधनत्वम् इन्द्रियत्वम् इति. यस्मात् सुख उपलब्धि भवति, अनन्तरं मनः इन्द्रियः अपि, द्वयोपि दलः आवश्यकं, दलम् आवश्यकं मनसस्य मनसः लक्षणं. सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्. अत्र इन्द्रियवात्त्वं वक्तव्यं किञ्चित् दोषः अस्ति. इन्द्रियवत्त्वं वा इति नास्ति, टङ्कणदोषः तावदेव. अस्तु, ओ इन्द्रियवत्त्वं, ओ इन्द्रियत्वम्. अस्तु, इन्द्रियवत्त्वम् इत्युक्ते यथा इन्द्रियवत्त्वम् इन्द्रियवत् मनः इन्द्रियवत् वा मनः इन्द्रियः एव वा इति अहं चिन्तयामि. प्रश्नः, वायोः लक्षणं किम् अस्ति? वायोः लक्षणं किम् अस्ति? वायोः लक्षणं रूपरहितत्वे सति स्पर्शत्वं वायोः लक्षणं. अस्तु, तत्र पश्यन्ति चेत् वायौ स्पर्शः इति गुणः अस्ति. अस्तु, वायोः प्रसङ्गे स्पर्शः कश्चन गुणः अस्ति. तर्हि वायौ स्पर्शः अस्ति चेत् मतुप् योजनेन किं वक्तुं शक्नुमः? मतुप् प्रत्यययोजनेन स्पर्शत्वं स्पर्शवान् वायुः. अस्तु, वायुः इति विशेष्यं, स्पर्शवान् इति विशेषणं भवति. अधुना विशेषणं किं, विशेष्यं किम् इति जानीमः. वस्तुतया स्पर्शवान् इति विशेषणवाचकम् अस्तु. विशेषणं प्राप्तुम् उपरि गन्तव्यं भवति. स्पर्शवान् प्लस् तल् तल् प्रत्ययः योजनीयः. सुन्दरं, सुन्दरता तथा स्पर्शवान्, स्पर्शवत् इति भवति. स्पर्शवत्त्वं, तल् अथवा त्वं प्रत्यययोजनेन उपरि गमनं भवति खलु विशेषणस्य साधनार्थं. वायुः स्पर्शवान् अस्ति चेत् वायौ स्पर्शवत्त्वं भवति इति बुद्धं वा? आम् आं भगिनि. मतुप् योजनानन्तरम् अग्रे पुनः त्वं योजनं, स्पर्शवान् प्लस् त्वं, स्पर्शवत्त्वम् इति. इदानीं तथा इन्द्रियस्य विषये किं चिन्तयति इति वदतु. अस्तु, इन्द्रिय मनः मनः इन्द्रियवत् इन्द्रियवत् तर्हि अत्र प्रश्नः एवम् अस्ति. रूपरहितत्वे सति स्पर्शत्वं वायोः लक्षणम् इति वाक्यं, तथैव इन्द्रियवत्त्वम् इति वक्तुं शक्नुमः वा न वा इति प्रश्नः. इन्द्रियवत्त्वं मनसः गुणः इन्द्रियत्वम् इन्द्रियवत्त्वं न अस्ति वा इति प्रथमः द्रष्टव्यं. मनसः मनसः अत्र एकं वाक्यमस्ति, अत्र एकं वाक्यमस्ति खलु, पठतु. यथा स्पर्शः वायौ, तस्मादारभ्य पठतु. यथा स्पर्शः वायौ अस्ति तथा इन्द्रियं मनसि अस्ति इति नास्ति. मनः एव इन्द्रियम्, अतः इन्द्रियत्वम् इति तावत् एव. मनसि मनसि इन्द्रियं नास्ति, मनः एव इन्द्रियम्, अतः इन्द्रियत्वम् इन्द्रियत्वमेव वक्तुं शक्यन्ते, न तु इन्द्रियवत्त्वम् इन्द्रियवत्त्वम्. आम् बुद्धम् इदानीम्. आम् आम् आम् आं भगिनि. स्पर्शवान् वायुः समीचीनः समीचीनं वाक्यं, किन्तु इन्द्रियवत् मनः इति न कदापि वक्तुं शक्नुमः. मनः एव इन्द्रियम्, केवलम् इन्द्रियत्वम् अस्ति मनसि, तावदेव पर्याप्तम् अस्ति. अस्तु, तदाधारीकृत्य अधुना लक्षणवाक्ये किं किं भवति? सुखादि उपलब्धि साधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्. वदतु. मनसः लक्षणं सुखादि उपलब्धिसाधनत्वम् इन्द्रियत्वम् इति लक्षणद्वयमस्ति. उभयोः अपि आवश्यकता अस्ति, दलद्वयस्य आवश्यकता अस्ति, यतोहि अतिव्याप्तिदोषः भवति नो चेत्. तत् कथम् इति अग्रे पश्येम. केवलं सुखादि उपलब्धिसाधनत्वं मनसः लक्षणम् इति वदामः अथवा इन्द्रियत्वं मनसः लक्षणम् इति वदामश्चेत् तत्र अतिव्याप्तिदोषः सञ्जायते. तस्य निवारणार्थं दलद्वयम् अपेक्षितम्. अग्रे अतिव्याप्तिदोषस्य विषये चर्चा अस्ति. एतावता बुद्धं वा? अथवा कोऽपि प्रश्नः? अस्तु, तर्हि अग्रे वर्धिनी भगिनी पठति किम्? इदानीं सुखाद्युपलब्धिसाधनत्वं तस्य विस्तृतरूपेण वदनार्थम् एकं किञ्चित् दीर्घवाक्यम् अपेक्षते, यथा अस्माभिः दृष्टं निरूपितं च कालस्य कृते. एतत् सर्वं परिशीलयामः. आत्मा सुखी इति प्रसङ्गे, आत्मा सुखी इत्यनेन सुखं कुत्र? आत्मनि. अधुना आत्मा सुखी इति ज्ञानम्, अतः आत्मा अपि ज्ञानस्य विषयः, सुखमपि ज्ञानस्य विषयः, विषये विषयता अस्ति, तस्मात् उभये आत्मनि सुखे च विषयता, अपि च सुखं कारणेन आत्मा विशेष्यं, सुखं विशेषणं, तर्हि सुखे का नामिका विषय प्रकारता, आत्मनि का नामिका विषयता विशेषता इति कृत्वा अस्माकं वाक्यद्वयम् उत्पन्नं, सुखनिष्ठप्रकारतानिरूपकं ज्ञानम्, आत्मनिष्ठविशेषतानिरूपकं ज्ञानं, सुखे विद्यमानः धर्मः सुखत्वम्, आत्मनि विद्यमानः धर्मः आत्मत्वम्, एतदाधारेण लक्षणवाक्यं भवति, तत् किं सुखत्वावच्छिन्नप्रकारतानिरूपित आत्मत्वावच्छिन्न विशेषतानिरूपकप्रत्यक्षज्ञाननिष्ठ प्रत्यक्षत्व अवच्छिन्न कायतानिरूपत निरूपितकारणताश्रयित्वे सति इन्द्रियत्वं मनसः लक्षणम्। अनेन सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्। अस्तु भगिनि, किञ्चित् प्रतिपादयति वा? सुखादि उपलब्धिसाधनत्वं चर्चयामः, तस्य विस्तृतरूपेण वदनार्थम् एकं किञ्चित् दीर्घवाक्यं, तत् यथा अस्माभिः दृष्टं निरूपितं च कालस्य कृते। कालस्य कृते यद्वाक्यमासीत् तद् स्मरन्ति चेत् तत्र अतीतः घटः इति अस्ति, अतीतत्वम् इत्यस्मिन् प्रकारता, घटः इत्यस्मिन् विशेष्यता। अधुना वाक्यमस्ति आत्मा सुखी, तर्हि आत्मनि किम् अस्ति? आत्मा सुखी इति एवम् एवं चिन्तयतु, प्रकारता कुत्र भवति? आत्मसुखी सत्यम्, आत्मासुखी इति ज्ञानम्, एकनिमिषः, आत्मासुखी इति ज्ञानं, यथा अतीतः घटः इति ज्ञानम् आसीत् तथैव आत्मासुखी इति ज्ञानम्, अस्तु। हा, अतीतत्वं नाम विशेषणं यदस्ति तस्मिन् प्रकारता आसीत् खलु, विशेष्यं यद् तस्मिन् विशेषता। इदानीं भवती वदतु, आत्मासुखी इत्यस्मिन् विशेषणं किं, विशेष्यं किम्? आत्मा सुखी विशेषणम् आत्मा विशेष्यं खलु, सुखं सुखं विशेषणम्, अपि च विशेष्यं किम्? आत्मा, हा, आत्मा विशेष्यं, सुखं विशेषणम् अस्ति चेत् सुखे किं भवति? विशेषण सुखे सुखे का नामिका विषयता भवति? ज्ञानस्य विषयः। अन्य कोऽपि साहाय्यं करोति वा? सुखम् इति विशेषणमस्ति, तदर्थं सुखे प्रकारता नामिका विषयता भवति। अस्तु, अनन्तरम् आत्मा विशेष्यम् अस्ति, आत्मनि का नामिका विषयता भवति? विशेष्यता नाम विषयता भवति आत्मनि इति कृत्वा अस्माभिः ज्ञायते यत् सुखनिष्ठप्रकारता, वदतु भगिनि, सुखनिष्ठप्रकारता निरूपकं ज्ञानम्, अनन्तरम् आत्मनिष्ठविशेषता निरूपकं ज्ञानम्। हा, ज्ञानम्, हा, सम्यक् अस्ति। ज्ञानं कीदृशम् इति चेत् सुखनिष्ठप्रकारतानिरूपकं ज्ञानम्, अपि च आत्मनिष्ठ विशेषता निरूपकं ज्ञानम्। अनन्तरं सुखे कीदृशः धर्मः अस्ति? सुखे सुखत्वमस्ति, सुखत्वम् आत्मनि आत्मनि आत्मत्वम् आत्मत्वम् अपि अस्ति. धर्मः एषः धर्मः सुखत्वं कस्य अवच्छेदकः भवति? अवच्छेदकः कोऽपि सहायं करोति वा? सुखत्वं प्रकारतायाः अवच्छेदकः भवति. यतोहि सुखे अस्ति प्रकारता, सुखे अस्ति सुखत्वं, सुखत्वं प्रकारतायाः अवच्छेदकः भवति. आत्मत्वम् इदानीं भगिनी वदतु, आत्मत्वं कस्य अवच्छेदकः भवति, कस्याः? इदानीं भवती उक्तवती आत्मनि विशेष्यता अस्ति इति, खलु? तर्हि आत्मत्वं कस्य अवच्छेदकः भवति? विशेष्यतायाः अवच्छेदकः भवति आत्मत्वम् इति. द्वौ अवच्छेदकधर्मौ स्तः अत्र, सुखत्वं प्रकारतायाः अवच्छेदकः, आत्मत्वं विशेष्यतायाः अवच्छेदकः. एतत् सर्वम् आधारीकृत्य एकं दीर्घं वाक्यमस्ति तत्र. इतोपि एकवारं पठति वा सुखत्वावच्छिन्न? सुखत्वावच्छिन्नप्रकारतानिरूपित आत्मत्वावच्छिन्नविशेषतानिरूपक प्रत्यक्षज्ञाननिष्ठ प्रत्यक्षत्वावच्छिन्न कार्यतानिरूपित कारणता आश्रयत्वे सति इन्द्रियत्वं मनसः लक्षणम् इति अस्ति. सन्ति हा, प्रथमदलम् अस्ति सुखादि उपलब्धिसाधनत्वं. साधनं नाम कारणम्, अस्तु? कारणता, कारणता, कारणे कारणता अस्ति खलु? तस्याः कारणतायाः विवरणार्थम् एतत् सर्वम् आवश्यकम् आसीत्. सुखत्वावच्छिन्नप्रकारता, आत्मत्वावच्छिन्नविशेषता इत्यादिकम् उक्त्वा प्रत्यक्षज्ञाननिष्ठ प्रत्यक्षत्वावच्छिन्न कार्यतानिरूपित कारणताश्रयत्वे सति एतावत्पर्यन्तं सुखादि उपलब्धिसाधनत्वम् इत्यस्य एव विवरणमस्ति. कारणताश्रयत्वमस्ति सुखादि उपलब्धिसाधनत्वम् इत्यस्य विवरणं. तदनन्तरम् इन्द्रियत्वं मनसः लक्षणम्. अनेन किं वाक्यमस्ति? उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्. अस्तु, इति दलद्वयस्य आवश्यकता अस्ति. तस्य साधनार्थम् एतानि एते सर्वे आवश्यकाः आसन् इति अस्ति. अग्रे किमर्थम् इन्द्रियत्वं योजनीयम् इति अग्रे अस्ति. एतावता स्पष्टमस्ति वा? चित्रं रचितम् अस्ति चेत् एतद् बहु सुलभं भवति. एकसप्ततितमे पुटे, विद्याधरी पुस्तके एकसप्ततितमे पुटे तत्र अस्ति चित्रं. तत्र सुखम् इति कृत्वा विषयता अस्ति इति दर्शितम् अस्ति. तदेव किञ्चित् विस्तृतरीत्या लिखामश्चेत् आत्मा सुखी इति, सुखे प्रकारता भवति, आत्मनि विशेषता भवति, तदनन्तरं सर्वं समानमेव. प्रत्यक्षमिति ज्ञानं तस्मिन् विषयिता जन्यता, जन्यता अथवा कार्यता समानार्थकशब्दौ. तदनन्तरं मनसि जनकता अथवा कारणता इति अस्ति. तस्य चित्रस्य विवरणम् एव अस्ति अत्र. तावदेव. अत्र कोऽपि प्रश्नः अस्ति? नो चेत् अग्रे सरेम. अस्तु, अजितमहोदय अग्रे पठति वा? अजितमहोदय अस्ति किम्? नीता भगिनि? आं भगिनि, अहं पठामि. अत्र इन्द्रियं किमर्थं योजनीयम् आसीत्? इन्द्रियत्वं अत्र इन्द्रियत्वं किमर्थं योजनीयम् आसीत्? यतोहि सुखाद्युपलब्धि साधनत्वम् इति कारणत्वं बहुषु वर्तते, न केवलं मनसि। यथा शरीरं सुखादिसाक्षात्कारं प्रति शरीरमपि कारणं भवति। शरीराच्छेदेन खलु सुखं जायते? शरीरं नास्ति चेत् सुखं न भवति। आत्मनि एव सुखं जायते इति सत्यं, किन्तु आत्मनः यावन्तं भागं शरीरम् आवृणोति तावति भागे एव सुखम् अनुभूयते। दृष्टान्ते इदानीं ग्रीष्मकाले अहं व्यजनं चालयामि, वायुः वाति, वायोः स्पर्शेन सुखम् अनुभूयते। कुत्र अनुभूयते इति चेत् वस्तुतः आत्मनि एव, किन्तु आत्मनः यावन्तं भागं मम शरीरम् आवृत्य तिष्ठति तावति भागे एव सुखम् अनुभूयते। अतः शरीरमपि सुखस्य साक्षात्कारे कारणं भवति, व्यजनमपि सुखादिसाक्षात्कारं प्रति कारणमेव। अत्र बहूनि कारणानि भवन्ति। आत्मा इति समवायी कारणं भवति। आत्ममनसंयोगः इति असमवायी कारणं। तदा अनेकानि निमित्तकारणानि, तेषाम् अतिव्याप्तेः वारणाय इन्द्रियत्वमपि वक्तव्यं भवति। अस्तु, उच्यतां भगिनि। अत्र इन्द्रियत्वं किमर्थं योजनीयम् आसीत्? इन्द्रियः अत्र एवं चिन्तयतु, सुखादि उपलब्धिसाधनत्वम् इति एकमेव कारणमस्ति चेत् तादृशं कारणं केवलं मनसि अस्ति वा इति प्रश्नः। अस्माकं मनसः लक्षणवाक्ये सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वम् इति अस्ति खलु? तत्र किमर्थम् इन्द्रियत्वम् इति वक्तव्यं? पुनः सुखादि उपलब्धिसाधनत्वं पर्याप्तमस्ति खलु? मनसि तु अस्ति एव सुखादि उपलब्धिसाधनत्वम्, किन्तु तस्य केवलं सुखादि उपलब्धिसाधनत्वम् इति वदनेन अतिव्याप्तिदोषः भवति। किमर्थम् अतिव्याप्तिदोषः इति तत्र चर्चितम्। इदानीं किञ्चित् बुद्धम्? आम् आम्। हा, तर्हि वदति वा, तर्हि सुखादि उपलब्धिसाधनत्वं कुत्र कुत्र वर्तते इति? यथा शरीरं सुखादि साक्षात्कारं प्रति शरीरमपि कारणं भवति। यथा शरीरं, प्रश्नः अस्ति, शरीरं नास्ति चेत् सुखं न सुखं भवति न वा इति? सुखं न, स्पर्शं न शक्नोति। हा, स्पर्शं भवतु, अन्य कोऽपि सुखं भवतु, शरीरमेव नास्ति चेत् सुखं सुखस्य उपलब्धिः भवति वा? न भवति इति अत्र, हा, न भवति खलु? आम्। तर्हि सुखादि उपलब्धिसाधनत्वं शरीरे अपि अस्ति न वा? अस्ति अस्ति, शरीरमपि सुखादि उपलब्धेः कारणमस्ति, साधनमस्ति शरीरम् इति। तर्हि सुखादि उपलब्धिसाधनत्वं शरीरे अपि अस्ति, मनसि अपि अस्ति। अस्ति पुनः, पुनः आत्मनः विषयं चिन्तयतु इदानीम्। किम् उक्तमत्र? आत्मनि एव सुखं जायते इति सत्यं, किन्तु आत्मनः यावन्तं भागं शरीरम् आवृणोति तावति भाव्ये एव सुखम् अनुभूयते. वयम् एतस्य वाक्यस्य अर्थं संक्षिप्तेन वदामिश्चेत् तत्र वयं दृष्टवन्तः आत्मनि यद् ज्ञानं जायते अहं सुखी इति सर्वं यत्किमपि ज्ञानम् अहं दुःखी सुखी इति ज्ञानं यद् जायते तत् शरीरसम्बद्धज्ञानमस्ति खलु. आत्मा विभुः अस्ति परन्तु आत्मनि विद्यमानं ज्ञानं स्वशरीरसम्बद्धज्ञानमेव अस्ति खलु. इत्येव अत्र उक्तम् आत्मनः यावन्तं भागं शरीरम् आवृणोति तावती भागे सुखम् अनुभूयते तावदेव अस्ति. दृष्टान्ते इदानीं ग्रीष्मकाले अहं व्यजनं चालयामि. वायुः वाति, वायोः स्पर्शेन सुखम् अनुभूयते. कुत्र अनुभूयते इति चेत् वस्तुतः आत्मनि एव. किन्तु आत्मनः यावन्तं भागं मम शरीरम् आवृत्य तिष्ठति तावति एव भागे सुखम् अनुभूयते. भवती इदानीमेव उक्तवती, अतः उदाहरणत्वेन अत्र अस्ति. उदाहरणत्वेन किमस्ति अत्र? ग्रीष्मकाले अहं व्यजनम् इत्युक्ते फ़ेन्, ग्रीष्मकाले अहं व्यजनं चालयामि. वायुः वाति इत्युक्ते वायुः वाति वहति तावदेव. अस्तु, आम्, वायुः वाति, वायोः स्पर्शेन सुखम् अनुभूयते. कुत्र अनुभूयते तत् सुखं? शरीरे अस्ति, शरीरे अनुभूयते. अनन्तरम् आत्मनि अपि अनुभूयते खलु. आत्मा नास्ति चेत् सुखं नास्ति. नास्ति, आम्. परन्तु आत्मनः कस्मिंश्चित् भागे एव शरीरम् अस्ति इति कृत्वा शरीरेण विना सुखं नास्ति. यद्यपि आत्मा अस्ति, सुखस्य अनुभवार्थं शरीरमपि अपेक्षितम्, आत्मा अपि अपेक्षितम् अपेक्षितः. तदर्थम् इदानीं भवती वदतु, सुखादि उपलब्धेः साधनत्वं कुत्र कुत्र? शरीरे अस्ति, आत्मनि अस्ति. शरीरे अस्ति, आत्मनि अस्ति, मनसि अपि अस्ति खलु. इदानीं वदर्थम् इन्द्रियत्वं योजनीयं भवति इति, यतोहि सुखादिसाक्षात्कारः अथवा सुखादि उपलब्धिः बहुत्र भवति खलु. आम् आम्. अतः शरीरम् इति कृत्वा कीदृशः दोषः सञ्जातः? कोऽपि सहायं करोति? हा, अतिव्याप्तिः सञ्जातः. लक्षणवाक्ये यत्किमपि अस्ति सः अतिव्याप्ति अव्याप्ति असम्भव दोषरहितः भवतु इति अस्ति खलु. अधुना तु सुखादि उपलब्धि साधनत्वं बहुत्र वर्तते, शरीरे, आत्मनि, मनसि, तेन अतिव्याप्तिदोषः. तस्य निवारणाय किम् अपेक्षितम् अत्र? नीता भगिनी वदति वा? हलो, आम् आम्. अतिव्याप्तिदोषनिवारणाय किम् अपेक्षितं नूतनं? दलद्वयस्य सार्थक्यम् अनेन भवति. इन्द्रियत्वमपि अपेक्षितम्, अपि च सुखादि उपलब्धिसाधनत्वम् इत्यपि अपेक्षितं मनसः लक्षणवाक्ये अतिव्याप्तिदोषनिवारणाय इति. बुद्धं वा सर्वैः? अस्तु, तर्हि इदानीं पुस्तके एकसप्ततितमे पुटे अन्तिमभागः अस्ति मनोनिरूपणे, तत् किञ्चित् पठेम. अजितमहोदय अस्ति किम्? अजितमहोदय नास्ति वा? आं भगिनि, एकनिमिषम्. भगिनि, आत्मनः यावन्तं भागं शरीरम् आवृणोति इति अस्ति, यत्र सुखम् अनुभूयते तत्रैव आत्मनः शरीरसंयोगः भवति वा अन्यत्र अपि आत्मनः अस्ति, आत्मा अस्ति खलु? हा, इत्येव उक्तम्. आत्मा सर्वत्र अस्ति, अस्तु. जीवात्मा इति यदस्ति तत्तु विभु, अस्तु. तस्य संयोगः बहुत्र जायते, अपरेषु शरीरेषु अपि तस्य जीवात्मनः संयोगः जायते. परन्तु आत्मा, आत्मनि, आत्मा सुखी, आत्मा दुःखी इति यद् ज्ञानं भवति तत्तु स्वशरीरसंयोगेन एव. आम्, परन्तु एकस्मिन् भागे इति अत्र नाम आत्मनः भागः, जीवात्मा विभुः अस्ति, भागशः अथवा खण्डशः पश्येमश्चेत् जीवात्मनः स्वशरीरेण सह यत्र सम्पर्कः तु भागम् अस्ति. अस्तु धन्यवादः इति अस्ति. तदर्थं जीवात्मा इति ज्ञानस्य कारणम् अस्तु. अग्रे अजितमहोदय, अत्र च वायुलक्षणे इति पुनः उक्तं खलु, तदेकवारं पठतु. अत्र च वायुलक्षणे इव द्वे दले वर्तते, सुखादिप्रत्यक्षसाधनत्वमात्रोक्तौ आत्मनि अधिव्याप्तिः, प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात्. अतः इन्द्रियत्वं देयम्, आत्मनि न इन्द्रियत्वमिति न अधिव्याप्तिः. इन्द्रियत्वमात्रोक्तौ चक्षुरादौ अधिव्याप्तिः, अतः सुखादिप्रत्यक्षजनकत्वमपि दातव्यं. चक्षुः रूपप्रत्यक्षजनकं, न तु सुखग्राहमिति नातिव्याप्तिः. अस्तु, उच्यताम् इदानीम्. अत्र दलद्वयस्य सार्थक्यं किमर्थं, सुखादि उपलब्धिसाधनत्वमपि इन्द्रियत्वं तयोः सार्थक्यं कृतं किमर्थम् अपेक्षितम् इति तर्हि किञ्चित् उच्यतां महोदय. अजितमहोदय, आत्मनि अत्र प्रथमवाक्यमस्ति, सुखादि प्रत्यक्षसाधनत्वं. सुखादि प्रत्यक्षसाधनत्वम् इत्युक्ते सुखादि उपलब्धिसाधनत्वम् इत्येव. प्रत्यक्षम् इत्युक्ते उपलब्धिः, समानार्थकपदे. सुखादि प्रत्यक्षसाधनत्वं कुत्र कुत्र अस्ति वयम् इदानीमेव दृष्टवन्तः. शरीरे, आत्मनि, मनसि अपि अस्ति, मनसि अपि अस्ति खलु. सुखादि प्रत्यक्षसाधनत्वं बहुत्र अस्ति, आत्मनि, शरीरे, मनसि. तेन कः दोषः जायते? अतिव्याप्तिदोषः जायते, यतोहि प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात् इति उक्तं. तस्य निवारणाय किं कृतम् अत्र? इन्द्रियत्वम् इति उक्तं, बुद्धम्. आत्मनि इन्द्रियत्वम् अस्ति वा? आत्मनि इन्द्रियत्वम् अस्ति, आत्मनि इन्द्रियत्वं नास्ति. हा, आत्मनि इन्द्रियत्वं नास्ति, आत्मा इन्द्रियं नास्ति खलु. तदर्थम् अत्र उक्तम् आत्मनि न इन्द्रियत्वम् इति न अतिव्याप्तिः. अस्तु, इन्द्रियत्वं मनसः एव लक्षणमस्ति, आत्मनि नास्ति. यद्यपि आत्मनि सुखादि उपलब्धिसाधनत्वम् इति अस्ति, तथापि इन्द्रियत्वं नास्ति आत्मनि वा शरीरे. शरीरस्य अग्रे चर्चयामः इति कृत्वा सुखादि उपलब्धिसाधनत्वम् इन्द्रियत्वम् अत्यावश्यकं भवति. अग्रे किम् अस्ति इन्द्रियत्वमात्रकौ इति पठति वा? इन्द्रियत्वमात्रकौ चक्षुरादौ अधिव्याप्तिः नाम किम्? चक्षुरादौ इत्युक्ते चक्षुद्वयं द्वये इन्द्रियत्वम् अधिव्याप्तिदोषः इति वर्तते. चक्षुरादौ इत्युक्तौ चक्षुः, रसनं, घ्राणम् इति इन्द्रियाणि, अन्यानि इन्द्रियाणि खलु. अन्येषु इन्द्रियेषु इन्द्रियत्वम् अस्ति वा? अस्ति. अस्ति. तर्हि केवलम् इन्द्रियत्वं मनसः लक्षणम् इति वदामश्चेत् तत्र अतिव्याप्तिदोषः अस्ति वा? अस्ति. अस्ति एव. अतः किं कृतम्? अतः सुखादिप्रत्यक्षजनकत्वमपि दातव्यम्. अत्र पुनः जनकत्वं साधनत्वं कारणत्वम् इति सर्वं समानार्थकपदानि. प्रत्यक्षं, ज्ञानम्, उपलब्धि समानार्थकपदानि. तर्हि भ्रमः मास्तु. सुखादिप्रत्यक्षजनकत्वम् इत्युक्ते सुखादि उपलब्धिसाधनत्वम् इत्येव अस्ति. तर्हि सुखादिप्रत्यक्षसाधनत्वम् इति स्थापनेन किं भवति? सुखादिप्रत्यक्ष इन्द्रियत्वस्य अतिव्याप्तिदोषस्य निवारणं भवति. निवारणं भविष्यति. अस्तु. यतोहि तत्र अन्तिमवाक्ये किम् अस्ति? चक्षुः रूपप्रत्यक्षजनकं न तु सुखग्राहकमिति न अतिव्याप्तिः. चक्षुः रूपप्रत्यक्षजनकं न तु सुखग्राहकम् इति न अतिव्याप्तिः. यथा आत्मनि न इन्द्रियत्वम् इति न अतिव्याप्तिः इति उक्तं, तथैव चक्षुः रूपप्रत्यक्षजनकं न तु सुखग्राहकम् इति न अतिव्याप्तिः. तावदेव अस्ति. इन्द्रियेषु चक्षुः, कर्णः इत्यादिषु इन्द्रियेषु सुखग्राहकत्वं नास्ति अथवा सुखादिप्रत्यक्षसाधनत्वं नास्ति, केवलम् इन्द्रियत्वम् अस्ति. आत्मनि शरीरे इत्यादिषु केवलं सुखादिप्रत्यक्षसाधनत्वमस्ति, इन्द्रियत्वं नास्ति इति कृत्वा उभयविध अतिव्याप्तिदोषनिवारणाय सुखादि उपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम् इति वाक्यं भवति. भगिनी, पूर्वं चित्रं मनुष्यः चित्रं पश्यति इति उदाहरणं वयं दृष्टवन्तः. तस्मिन् उदाहरणे चक्षुरिन्द्रियं तु निमित्तकारणम् इति वयं दृष्टवन्तः. सत्यम्. अहं सुखी इति ज्ञानस्य प्रति निमित्तकारणम्. सत्यम्. तदर्थमेव अतिव्याप्ति जायते खलु? इन्द्रियत्वस्य कारणेन अतिव्याप्तिः इति अस्ति खलु, अतः एव सुखादि उपलब्धेः कारणम् इति वक्तव्यम् इति अस्ति. सत्यम्. परन्तु चक्षुर् इन्द्रियौ अपि इन्द्रियेषु निमित्तकारणत्वम् अपि अस्ति खलु? मनसि अपि निमित्तकारणत्वम् अस्ति किल? मनः अपि निमित्तकारणम्. आम् आम्. परन् आम् नो भगिनी, तस्य प्रश्नः अस्ति चक्षोः अपि निमित्तकारणमपि अस्ति. यतोहि पूर्वं वयं यदा कश्चन पुरुषः इन्द्रिय चित्रं पश्यति इति तत् उदाहरणं दृष्टवन्तः. तत्र निमित्तकारणं तु चक्षुः अपि अस्ति इति अस्ति. अनन्तरं चक्षुः इन्द्रियमपि अस्ति खलु? तर्हि तत्र यतोहि तत्र दलद्वयम् अस्ति, तत् चक्षुः अपि इदानीं तस्य कृते अपि भवति खलु? तो तर्हि कथं वा अतिव्यापि दोषं तत्र निवारणं भवति इति तस्याः प्रश्नः इति मन्ये. तदर्थमेव अत्र उक्तं चक्षुषु केवलम् इन्द्रियत्वम् अस्ति, सुखग्राहकत्वं नास्ति. न ना, भगिनी तथा नास्ति भगिनी. यदा वयं पूर्वं यद् उदाहरणं दृष्टवन्तः तत्र यदा प्रथमं तत्र लक्षणवाक्यं पश्यामः चेत् तत्र सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति अस्ति खलु. तत्र इत्युक्ते एकमस्ति तत् कारणम् अस्ति तत्र सुख उपलब्धि तत् ज्ञानं प्रति कारणं भवति मनः. अनन्तरम् इन्द्रियमपि अस्ति मनः इति अस्ति अत्र तदेव तत्र मनसः लक्षणवाक्यं. किञ्चित् ब्रेकप् अस्ति तत्र ध्वनिः. क्षम्यतां भगिनि, इदानीं सम्यक् अस्ति वा? इदानीं सम्यक्. तत्र मनसः लक्षणवाक्ये सुखादि उपलब्धिसाधनम् अस्ति इत्युक्ते कारणम् एकं तु एकद प्रथमधन दलः अस्ति कारणं सुख न तत्र किमपि ज्ञानं प्रति कारणं भवति मनः. द्वितीयमस्ति तत्र इन्द्रियम् इति. यदा कश्चन पुरुषः तत्र चित्रं पश्यति तत्र सुखम् अनुभवति तत्र यत् सुखम् अनुभवति तत् ज्ञानं प्रति चक्षुः अपि निमित्तकारणम् अस्ति इति पूर्वं दृष्टवन्तः. अनन्तरं चक्षुः इन्द्रियमपि अस्ति. सत्यं तु तर्हि एवम् अवगच्छामि. तर्हि भवत्योः प्रश्नः अस्ति यत् चक्षुषु अपि सुखादि उपलब्धिसाधनत्वम् अस्ति न वा इति खलु? न तदपि अस्ति. द्वितीयमस्ति तत्र कथं तत्र मनसः लक्षणवाक्यं कथं साधयितुं शक्नुमः इति. किमर्थं चेत् तत्र यद् मनसः लक्षणवाक्यम् अस्ति तद् चक्षुः प्रति अपि वक्तुं शक्नुमः. अस्तु, चक्षुः प्रति अपि अप्लैड् अस्ति इति भवति. तर्हि इदानीं चिन्तयेम, इन्द्रियत्वं चक्षुषु अपि अस्ति, चक्षुषि अपि अस्ति इन्द्रियत्वं, मनसि अपि अस्ति खलु? मनः इन्द्रियं, चक्षुः इन्द्रियम्, इन्द्रियत्वम् अस्ति उभयत्वं. तर्हि अतिव्याप्ति भवति. केवलम् इन्द्रियत्वम् इति वदामि चेत् तत्र अतिव्याप्तिः. तस्य निवारणं करणीयमेव, यतोहि लक्षणवाक्ये अतिव्याप्ति असम्भवः, अव्याप्तिदोषः न भवतु. तर्हि इन्द्रियत्वम् अतिव्याप्तिः जनयति चेत् तत्र निवारणार्थं सुखादि उपलब्धिसाधनत्वम् इति स्थापितम्. सत्यं, परन्तु तत्र अस्माकम् उदाहरणं यद् उदाहरणं पूर्वं दृष्टवन्तः तत् पश्यामः चेत् भगिनि पुनः ब्रेकप् अभवत्, किञ्चित् वदति. आं क्षम्यतां भगिनि, यद् भवती वदति तत् सत्यं, परन्तु यद् उदाहरणं वयम् इदानीं दृष्टवन्तः तत्र यथा कश्चन पुरुषः चित्रं पश्यति सुखम् अनुभवति इति, तस्मिन् उदाहरणे तत्र पश्यन्ति चेत् तस्मिन् उदाहरणे चक्षुषा चित्रस्य रूपं गृह्यते. अस्तु, चक्षुषः कार्यम् एवमेव, केवलम् एकं रूपग्रहणं तावदेव. सुखस्य साधनत्वं चक्षुष कारणं नास्ति. चक्षुः निमित्तकारणं स्यात्, परन्तु चक्षुषा सुखसाधनं नास्ति. तदर्थमेव अत्र उक्तं चक्षुरूपप्रत्यक्षजनकं. रूपप्रत्यक्ष इति ज्ञानं, कीदृशं ज्ञानं? रूपम् इति ज्ञानमस्ति. रूपप्रत्यक्षजनकं चक्षुः, सुखग्राहकम् इति न. भगिनी, यदि चक्षुषा वयं किमपi पश्यामः अत्र कार्यं किम् अस्ति? रूपग्राहकमेव एवं वा? अतः अथवा अस्तु, तर्हि सुखजनकं नास्ति. अस्तु, तर्हि तत्र सुखजनकं तद्रूपग्राहकम् इति कार्यं कारणं भवति वा? प्रायः, परन्तु चक्षुषा साक्षात् सुखं न अनुभूयते. सुखं दुःखम् इति सर्वं मनसः विषयः. मनसा किं किं जायते इत्युक्ते मनसा ज्ञानं जायते. अस्तु, तत्र रूपम् इति अपि एकं ज्ञानम्. तादृशेन ज्ञानेन सुखमपि भवति इति कृत्वा तत्र चक्षुषा रूपं गृह्यते, परन्तु सुखस्य साधनत्वं तु मनसि अस्ति इति अङ्गीकर्तव्यं भवति. आं, परन्तु तत्र साधनं प्रति अपि मनसः तु निमित्तकारणमेव. तदपि अस्तु अस्तु, सुखं प्रति मनः अपि निमित्तकारणं, तर्हि चक्षुः अपि तथैव स्यात् इति किल. अस्तु, समीचीनः प्रश्नः, महोदयेन प्रष्टव्यः भवति. परन्तु मनः तु असमवायिकारणमपि अस्ति, निमित्तकारणं तु अस्ति परन्तु असमवायिकारणं न भवेत्. न, एकनिमिष, मनः समवायि असमवायिकारणमपि नास्ति. आत्मा मनस्य मध्ये असमवायिकारणं भवति वा? आत्ममनस्संयोगः असमवायिकारणं, मनः निमित्तकारणं. यथा भगिन्यौ उक्तवत्यौ, चक्षुः अपि निमित्तकारणं. तर्हि किमर्थं चक्षुषी सुखादि उपलब्धिसाधनत्वं न स्यात् इति प्रश्नः किल. प्रश्नं मम ज्ञानाधिकरणं तु आत्मनि अस्ति, न अस्ति ज्ञानादि अधिकर. परन्तु भगिनी, सुखम् अहं सुखी इति ज्ञानं तु आत्मनि उत्पद्यते, अतः तत्र आत्ममनसंयोगः तत्र भवितव्यः. चक्षुः आत्मसंयोगः कथं तत्र निरूपणं भवति? अतः एव तत्र सुखादि उपलब्धिसाधनम् इन्द्रियम् इन्द्रियत्वं चक्षुः इति वक्तुं न साध्यमेव. अतः यतः ज्ञानम् अहं सुखी इति ज्ञानं तु आत्मनि एव उत्पद्यते किल, ततः आत्ममनसंयोगः यद्यपि मनः इति तत्र निमित्तकार्यम् अस्ति, परन्तु तत्र आत्ममनयोः तत्र संयोगः अपि अस्ति किल, अतः एव तत्र सुखादि उपलब्धिसाधनं मनः इन्द्रियं मनः इति वक्तुं शक्नुमः, न तु चक्षुः इति वक्तुं तत्र साध्यं न भवति. यद्यपि तत्र प्रश्नः उचितः प्रश्नः, परन्तु अहं सुखी इति ज्ञानं तु तत्र आत्मनि एव उत्पद्यते. आत्मचक्षोः सम्बन्धः तत्र कः इति तत्र द्रष्टव्यः. सम्यक् सम्यक् सम्यक्, महोदयेन यदुक्तं तदपि समीचीनमेव. किन्तु महोदय, अहं सुखी इति ज्ञानं, ज्ञानस्य कृते त्रीणि कार्याणि आवश्यकानि खलु? प्रथमतया भगिनी भगिनी हा वदतु. तर्हि अहं यदा यद् महोदयेन उक्तं तदाधारेण अहं चिन्तयामि, अहं सुखी इत्यस्य ज्ञानं जनयति मनः न तु चक्षुः. सदैव यदा अहं सुखी भवति तदा चक्षुः कार्यम् अस्ति तथा न अस्ति. यदा अहं किमपि चिन्तनं करोमि, तत् चिन्तनं कृत्वा अहं सुखी भवामि, तत्र चक्षुः कोऽपि कार्यं न अस्ति तत्र. सत्यं सत्यं, तदपि अस्ति. परन्तु जयन्ती भगिनी किं वक्तुमिच्छति? अहं किं वदामि, सोपानेन आत्ममनयोः संयोगः, तदनन्तरं मन इन्द्रियेण सह संयोगः, तदनन्तरम् इन्द्रियं वस्तुना संयोगः. एतानि त्रीणि कार्याणि अपेक्षितानि, ततः एव अहं सुखी इति ज्ञानम् उत्पद्यते खलु? सत्यम्. अतः चित्रं वा किमपि, पर्वतः वा, मनः, एतानि सर्वाणि निमित्तकारणानि इति. एवं, सत्यं सत्यं सत्यम्, एतानि सर्वाणि निमित्तकार्याणि. परन्तु साक्षात् अहं सुखी इति ज्ञानं केन उत्पद्यते? मनसा एव खलु? एवं चिन्तयामः, चक्षुः रूपग्राहकम् अस्तु, चित्रं पश्यति चक्षुः, चक्षुः च रूपं गृह्णाति, अस्तु. तु तर्हि निमित्तकारणे अपि तत्र किञ्चित् भेदः वर्तते वा? तत्र यद् साक्षात् निमित्तकारणं भवति, यद् किं वदामः, ट्रान्सिटिव् निमित्तकारणं भवति वा? तर्हि निमित्तकारणं तु ज्ञानस्य प्रति कारणं न, अन्यत् किमत् न, एकनिमिष, साक्षात् ज्ञानं न जनयति निमित्तकारणेन, चक्षुषा रूपं गृह्यते, अस्तु, रूपमिति ज्ञानं. परन्तु अहं सुखी एवमपि वक्तुं शक्नुमः. तत्र पश्यन्ति चेत् आत्मनिरूपणे आत्मनि के गुणाः सन्ति? सुख दुःख इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः ज्ञानं भावना के संस्कारः इति अस्ति खलु. तत्र आत्मनि रूपम् इति गुणः वर्तते वा? न. तर्हि आत्मनि ये ये गुणाः सन्ति तस्य जनकम् अथवा तस्य ग्राहकं मनः एव भवति, न तु चक्षुः न तु कर्णः. यद्यपि चक्षु कर्ण इत्यादयः निमित्तकारणानि, परन्तु आत्मनि ज्ञानजननार्थम् अथवा सुखदुःख इत्यादीनां जननार्थं तु चक्षुषः न भवन्ति इन्द्रियम् इति अहं चिन्तयामि. चक्षुः रूपं गृह्णाति, परन्तु इन्द्रियं चक्षुन्द्रियं यदा तत्र चित्रं न पश्यति चेत् तत् सुखमेव न भवति. तदर्थम् एकनिमिषः, तदर्थमेव चक्षुः निमित्तकारणम् इति उक्तम्. तावदेव. अपि च यथा महोदयेन, राजेन्द्रमहोदय वा वेङ्कटेशमहोदयेन उक्तं, चक्षुः न भवति चेदपि सुखदुःखं भवितुम् अर्हति मनसि. अहं तु तत्र केवलं चक्षुः एव केवलं चक्षुः न भवति चेत् तत्र सुखं न भवति, तत्र चक्षुः एव तत्र सुखस्य कारणम् इति तत्तु न वदामि, परन्तु चक्षुः अपि यदा कदापि सुखस्य कारणं भवितुम् अर्हति. तर्हि भगिनि इदानीम् एवं चिन्तयामः, कारणम् इति त्यक्त्वा इन्द्रियत्वेन पश्यामः. मनः अपि इन्द्रियं, चक्षुः अपि इन्द्रियम्, अस्तु? क्षम्यतां भगिनि, पुनः वदतु. इदानीं कारणत्वं किञ्चित् पार्श्वे स्थापयित्वा केवलम् इन्द्रियत्वस्य विषये चिन्तयामः, अस्तु? मनः इन्द्रियं, चक्षुः इन्द्रियम्, किल? चक्षुषा किं कः गुणः गृह्यते इन्द्रियत्वेन? रूपं गृह्यते. रूपमेव, परन्तु सुखं गृह्यते वा चक्षुषा? चक्षुः इन्द्रियम् इति स्वीकुर्मश्चेत् तत्र केवलं रूपं जनयति चक्षुः. सुखं कुत्र भवति, केन जायते सुखम्? आत्मनि भवति. अपि च तस्य इन्द्रियं किम्? तस्य ग्रहणार्थम् इन्द्रियं किं? मनः एव. हा, केवलम् इन्द्रियत्वरूपेण स्वीकुर्मश्चेत् चक्षुषा सुखं न गृह्यते, केवलम् आत्मना एव, क्षम्यतां, मनसा एव, किल? परन्तु भगिनि तत्र शरीरमपि तत्र शरीरं तु इन्द्रियम् अपि नास्ति, द्रव्यं पार्थिव. तद् तु तत्र कार्यमिति कारणमिति अस्ति खलु, तु तर्हि कारणं स्यात्, परन्तु इन्द्रियत्वेन पश्यामश्चेत् तत्र ग्रहणं भवति वा न वा इति प्रश्नः. इन्द्रियत्वम् इन्द्रियं भूत्वा सुखस्य साधनं भवति वा चक्षुः इति प्रश्नः. इन्द्रियं भूत्वा सुखस्य साधनं न भवति चक्षुः, परन्तु मनः इन्द्रियं भूत्वा सुखस्य साधनम् अवश्यं भवति, खलु? मनः विना इन्द्रियं न अनुभूयते. मनः विना सुखं न अनुभूयते. तत्तु सत्यं, तत्तु अहं तद् अङ्गीकरोमि एव, तत्र प्रश्नः एव नास्ति भगिनि, नास्ति. परन्तु मम प्रश्नः तत्र लक्षणं सत्यम् अवगमने एव प्रायः किञ्चित् क्लेशः खलु, तत्र सुखादि उपलब्धिसाधनं च इन्द्रियः इन्द्रियम् इति न, परन्तु इन्द्रियं भूत्वा सुखादि उपलब्धिसाधनं यदस्ति तदेव मनः इति तथा. हा सत्यं, तदर्थमेव उभयोः आवश्यकता अस्ति, सुखादि उपलब्धिसाधनत्वं प्रथमम्. अस्तु, तर्हि तत्र केवलं सुखादि उपलब्धित्वमपि अस्ति, इन्द्रियमपि अस्ति चेत् तथा न, परन्तु इन्द्रियं भूत्वा सुखादि उपलब्धि कर्तुम् अर्हति चेत् तदेव मनः इति. सत्यं सत्यं सत्यं सत्यं तथैव अस्ति. यथा भवती उक्तं तस्य तत्र मम अभिप्रायः अत्र अखिला भगिन्याः प्रश्नः च जयन्ती भगिन्याः प्रश्नः किमर्थम् उदेति इत्युक्ते मनः अपि निमित्तकारणं, चक्षुः अपि निमित्तकारणम् इति. परन्तु यथा भवत्या इदानीं विवृतम् अस्ति, यतः तत्र यद्यपि मनः निमित्तकारणम् अस्ति, तथापि मन आत्मसंयोगः तत्र सम्बन्धः अस्ति. अतः मनः अपि तत्र अहं सुखि इति ज्ञानस्य जनककारणं भवति. तादृशविशेषणं तु तत्र चक्षुः नास्ति इति कारणात् तादृशवाक्यं तत्र चक्षोः विषये वक्तुं न शक्नुमः. केवलं रूपज तदेव तत्र तत्र तस्य समाधानं इति एकम् अस्ति. अपि च इन्द्रियस्य आवश्यकता नास्ति, अपरस्य इन्द्रियस्य आवश्यकता नास्ति सुखजनार्थं. अहं किमपि स्मृत्वा अपि सुखी भवितुं शक्नोमि, किमपि स्मृत्वा दुःखी भवितुं शक्नोमि तथा इति अस्ति. अस्तु, तर्हि अग्रे सरेम वा? इतोपि एकः परिच्छेदः अवशिष्टः. अस्तु, वेङ्कटेशमहोदय अग्रे पठति किम्? तच्चेति तथा आरभ्य वा? तच्च इति एकैकस्य आत्मनः एकैकं मनः अपेक्षितम् इति असकृत् आवेदितम् एव. अतश्च आत्मनाम् अनन्तत्वात् तावन्ति मनांसि अपेक्षितानि, अतः अनन्तमिति उक्तम्. तत्तु पूर्वं वयं दृष्टवन्तः आत्मनः अनन्ताः इति. अतः तत्र एकैकस्य आत्मनः अपि एकैकं मनः अपेक्षितम्. अतः यावन्तः आत्मानः सन्ति तावन्तः मनांसि अपि अपेक्षितानि, अतः अनन्तम् इति उक्तम् इति तस्य विवरणम् अस्ति. अनन्तरम् अग्रे अपि पठामि वा? तस्य परिमाणम् आह परमाणुरूपम् इति. मध्यपरिमाणवत्वे दर्शितरीत्या अनित्यत्वात् अपाद्येत. अन्योपि मध्यपरिमाणवतः विशेषः दृष्टः, सः अवयवैः उत्पद्यते यथा घटः. तस्य च प्राग्भावः भवति, ध्वंसोऽपि भवति. मनसोऽपि मध्यपरिमाणवत्वे अनन्तानि मनांसि इति अनेके अवयवाः, तस्य प्राग्भावः प्रध्वंसाभावः इति इमे स्वीकार्याः भवेयुः इति. परमाणुरूपता तस्य स्वीकृता. परमाणुरूपत्वेन एव तस्य नाशसम्भवात् नित्यत्वमपि आह नित्यम् इति. यतः तत्र पूर्वं वयं दृष्टवन्तः परमाणु अनुपरमाणपरिमाणं परममहत्परिमाणं मध्यमपरिमाणम् इति भिन्नभिन्न परिमाणरूपाणि. तत्र अत्र परमाणुरूपम् इति अत्र स्वीकृतं किमर्थम् इत्युक्ते मध्यपरिमाणं तथा कटपटादयः तत्र मध्यमपरिमाणरूपेण वयं स्वीकृतवन्तः. तत्र किं भवति इत्युक्ते प्राग्भावः भवति, ध्वंसः भवति. परन्तु वयं तत्र पूर्वं तत्र तादृशं वयं स्वीकुर्मः चेत् तत्र अनित्यम् इति भवति इति कारणात् तत्र नित्यत्वं निरूपणार्थं तत्र एतत् परमाणुरूपम् इति स्वीकृतवन्तः. अत्र एकम् उक्तम् अस्ति, मध्यमपरिमाणस्वीकारेण दोषः जायते. प्रथमं दोषः अस्ति अनित्यत्वम् इति दोषः जायते. अपि च अत्र उक्तं कीदृशः दोषः जायते? विनाशी भवति. किं तेन किं जायते? पूर्वजन्मनि यत् कृतं तत्सर्वम् अग्रे न गच्छति इति कृत्वा नित्यत्वम् अपेक्षितम् इति कृत्वा परमाणुरूपम्. इति अस्ति, परमाणोः नाशः न भवति. परमाणुरूपं स्वीकृतं चेत् मनसः नित्यत्वम् अपि साधितं भवति इति कृत्वा मध्यमपरिणामस्वीकारः नास्ति इति अस्ति. एतेन ग्रन्थस्य अग्रिमम् अस्ति केवलं तर्कसङ्ग्रह व्याख्यायां विद्याधरी ग्रन्थस्य द्रव्यनिरूप हरि ओम् जायते तत्र ब्रेक् अभवत् किञ्चित् हरि ओम् हरि ओम् धन्यवादः भगिनि अभवत् वा प्रायः अभवत् इति चिन्तयामि भगिन्याः कट् अभवत् इति मन्ये प्रायः तर्हि विरमामः शुभरात्रिः शुभरात्रिः शुभरात्रिः